गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ अद्यतनन्यायवर्गे सर्वेषां सुस्वागतम् अत्र सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं इत्यस्मिन् पाठे वयं स्मः तत्र अग्रे गमनात् प्राक् किञ्चिदिव पुनस्मारणं कृत्वा ये सिद्धान्ताः अस्माभिः अधीताः पूर्वं तेषां किञ्चिदिव पुनस्मारणं कृत्वा अग्रे पठामश्चेत् तत्र सुलभतया अर्थबोधः जायते इत्यतः तदेव वयं कुर्मः मया चिन्तितं कथम् एतद् अहं करोमि इति किञ्चित् सम्भाषणरूपेण उपस्थापनरूपेण नास्ति किञ्चित् सम्भाषणरूपेण पुनस्मारणं कुर्मः इति अस्तु तर्हि वयं किं कुर्मः इदानीं भानुचैतन्यमहोदय भवान् मया सह किञ्चिदिव सम्भाषणं करोतु अत्र प्रथमम् इदानीं तत्र घटः भूतले अस्ति इति स्थितिः घटः भूतले अस्ति इदानीं तत्र आदेयः कः आधारः कः अस्मिन् वाक्ये घटः भूतले अस्ति आधारः तु भूतलम् आधेयं तु घटः आधेयः तु घटः सत्यम् इदानीम् आधारः भूतलम् अस्ति चेत् भूतले कीदृशधर्मः वर्तते आधारः इत्यतः भूतले कीदृशधर्मः वर्तते भूतले आधारता अथवा अधिकरणता समीचीनम् आधारता अथवा अधिकरणता अत्र आधारता इत्येव स्वीकुर्मः आधारता भूतले अस्ति घटे आधेयता आधेयता अस्ति समीचीनं घटे अपि च घटे आधेयता अस्ति भूतले आधारता अस्ति अपि च वयं जानीमः यत्र यत्र आधार आधेयभावः आधार आधेयभावसम्बन्धः वर्तते तत्र तत्र निरूपकनिरूप्यभावसम्बन्धः अपि वर्तते इति वयं जानीमः किल आं महोदय निरूपणम् इत्युक्ते किम् इति जानाति वा वदति वा निरूपणम् इत्युक्ते किम् निरूपणम् इत्युक्ते सम्बन्धे द्वे वस्तु स्तः एकम् आधाय द्वितीयं किम् इति ज्ञातुं शक्यते हा तत्र ज्ञातुम् इति भवता उक्तं किल समीचीनं तत्र ज्ञातुं शक्यते इति भवता उक्तं किल ज्ञानं तद् निरूपणम् इत्युक्ते परिचयम् इति तावदेव निरूपणम् इत्युक्ते परिचयम् इति अवगच्छामः एकं स्वीकृत्य अन्यस्य परिचयं दातुं शक्नुमः तदेव निरूपणम् इति वदामः यत् स्वीकृत्य अन्यस्य परिचयं दास्यामः तत् निरूपकः भवति अन्यः निरूप्यः भवति अस्तु इदानीं तत्र आधार आधेयभावः घटः भूतले अस्ति इत्यत्र घटः आधेयः भूतलम् आधारः घटे आधेयता भूतले आधारता अपि च यत्र यत्र आधार आधेयभावसम्बन्धः विद्यते तत्र तत्र निरूपकनिरूप्यभावसम्बन्धः अपि वर्तते इति वयं जानीमः अपि च तत्र निरूपनिरूप्यकभावः वदनार्थं तत्र न्यायभाषायां शैली अस्ति किल तत् स्वीकृत्य इदानीं तत्र घटः भूतले वर्तते इत्यत्र लक्ष्यम् अस्माकं लक्ष्यमस्ति घटः भूतलम् आरभ्य घटस्य निरूपणं करोति वा भवान्? आं महोदय. भूतलनिष्ठा आधारता निरूपित आधेयता निष्ठा आश्रयवान् घटः. हा, तत्र निष्ठा इति न वक्तव्यं, यथा भवता उक्तं तत्र भूतलनिष्ठ अधिकरणता निरूपित निरूपिता आधेयतावान् घटः तावदेव. हा, सर्वे इदानीं तत्र करपत्रं मया प्रेषितं किल, तत्र कृपया गच्छन्तु, अपि च तत्र प्रथमचित्रं पश्यन्तु सर्वे कृपया. जगन्नाथमहोदयः अपि अस्ति, सरला भगिनी अपि अस्ति. महोदय नमस्कारः. हा हा, आगच्छतु. सर्वे तत्र करपत्रे गच्छन्तु, अपि च प्रथमचित्रं पश्यन्तु. अत्र घटः भूतले अस्ति इति प्रदर्शितम् अत्र. तदेव लौकिकवाक्यं, घटः भूतले अस्ति इति व्यवस्था चित्ररूपेण अत्र प्रदर्शितम्. अपि च आधार आधेयभावः अपि प्रदर्शितम् अस्मिन् चित्रे. इदानीं घटः अस्माकं लक्ष्यम् अस्ति चेत् पुनः भानुचैतन्यमहोदय वदतु कृपया, घटः निरूपयतु. भूतलनिष्ठ अधिकरणता अधिकरणता निरूपिता आधेयता निष्ठा आधेयता निष्ठा घटः. अत्र पश्यतु, आधेयता निष्ठा इति न वक्तव्यं. किमर्थम् इत्युक्ते यदा घटं प्रति आगच्छति तत्र निष्ठा इति शरः उपरि गच्छति. अत्र अधोभागे यः शरः गच्छति तत् पश्यतु, तत्र वान् नो चेत् आश्रयः इति अस्ति किल, तदेव उपयोक्तव्यम्. आधेयता आश्रयः घटः, नो चेत् आधेयतावान् घटः. घटः इति पुल्लिङ्गः, इत्यतः आधेयतावान् इति वदामः. भूतलनिष्ठ अधिकरणता निरूपिता आधेयतावान् आश्रयः. इदानीं विपरीततया तत्र भूतलं निरूपयतु कृपया. घटनिष्ठा आधेयता निरूपित अधिकरणता आश्रयं भूतलम्. तत्र आश्रयः इत्येव वक्तव्यं, तत्र लिङ्गभेदः नास्ति. आश्रयः तत्र भूतलम् इति नपुंसकलिङ्गे अस्ति इत्यतः भवता आश्रयम् इति उक्तं, किन्तु तादृशं नास्ति. आश्रयः सर्वत्र तत्र आधारः भूतल नपुंसकलिङ्गपदं वा स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा यत्किमपि भवतु, तत्र आश्रयः इत्येव वक्तव्यम्. अतः घटनिष्ठ आधेयता निरूपिता अधिकरणता आश्रयः भूतलं, नो चेत् तत्र इतोपि लिङ्गमपि अस्माभिः वक्तव्यम् इति विवक्षा अस्ति चेत् अधिकरणतावत् भूतलम्. इदानीं तत्र आधारः पुल्लिङ्गः अस्ति चेत् अधिकरणतावान् इति भवति, स्त्रीलिङ्गः अस्ति चेत् अधिकरणतावती इति भवति. अत्र तु भूतलम् इति नपुंसकलिङ्गपदम् इत्यतः घटनिष्ठ आधेयता निरूपिता अधिकरणतावत् भूतलम् इति वदामः. इदानीं पुनः आधेयता निरूपयतु. इदानीं तत्र अस्माकं लक्ष्यमस्ति आधेयता. महोदय, भूतलं निष्ठा अधिकरणता निरूपिता आधेयता. तत्र इतोपि किञ्चित् वक्तव्यम्, आधेयता तत्र कीदृश आधेयता अस्ति? केवलम् आधेयता इति वदति चेत् तत्र कीदृश आधेयता इति, आधेयता कुत्र वर्तते इति न ज्ञातुं शक्यते किल. भूतलनिष्ठ अधिकरणता निरूपित आधेयता कुत्र वर्तते? घटनिष्ठ आधेयता, घटनिष्ठ आधेयता इति वक्तव्यं, तावदेव. यदा तत्र पश्यतु, यत्र यत्र आधारः आधेयः इति आधारः इति वदामः आधारः इति वदामश्चेत् आधारः सर्वदा स आकाङ्क्षपदमस्ति इत्युक्ते आधारः इति वदामश्चेत् तत्र आदेः निश्चयं वक्तव्यः भवति निश्चयेन वक्तव्यः भवति पुनः अधिकरणता इति वदामश्चेत् आधेयता कुत्र वर्तते इत्यपि वक्तव्यं भवति साकाङ्क्षपदार्थौ साकाङ्क्षपदे द्वे अपि इत्यतः तत्र यत्र यत्र वयम् आधारः इति वदामः तत्र आदेयः निश्चयेन वक्तव्यम् अपि च अधिकरणता इति वदामः आधेयता अपि वक्तव्यम् निरूपकः इति वदामश्चेत् निरूप्यः अपि वक्तव्यम् इति साकाङ्क्षपदे द्वे अपि इत्यतः निश्चयेन वक्तव्यम् अतः भूतलनिष्ठ अधिकरणता निरूपिता घटनिष्ठ आदेयता इति वक्तव्यम् एवमेव इदानीम् अधिकरणता साधयतु अस्माकं लक्ष्यम् अधिकरणता अस्ति चेत् घटनिष्ठ आधेयता निरूपित भूतलनिष्ठा अधिकरणता समीचीनं समीचीनम् अस्तु इदानीं तत्र आधेयः कः आधारः कः आधार आधेयभावः इत्युक्ते किम् अपि च आधार आधेयभावं स्वीकृत्य निरूपणं परस्परनिरूपणं कथं कर्तुं शक्यते निरूपकनिरूप्यभावः इति एतत् सर्वम् अस्माकम् इदानीं ज्ञातम् अस्तु धन्यवादः महोदय इदानीम् इतोपि किञ्चित् अग्रे अग्रे सरामः अस्तु हा इदानीं तत्र अवच्छेदक अवच्छेद्यभावसम्बन्धः इत्यस्मिन् विषये किञ्चिदिव पुनस्मारणं कुर्मः इदानीं तत्र विद्याभगिनी भवती मम मया सह सम्भाषणं करोति वा अस्तु महोदय आनन्देन हा अस्तु धन्यवादाः हा इदानीं तत्र पूर्वम् अस्माभिः यथा यदा अवच्छेदक अवच्छेद्यसम्बन्धभावसम्बन्धः तस्य परिचयं पुस्तके दत्तमस्ति तत्र किम् उक्तम् इति भवत्याः स्मरणे अस्ति वा तत्र लघुपात्रं बृहत्पात्रम् इत्यादिकम् आम् महोदय अत्र अत्र वयं क्षीरं क्रेतुम् इच्छामः चेत् तत्र द्रोणपञ्चकं क्षीरं क्रेतुम् इच्छामः चेत् तत्र तादृशपात्रमेव स्वीकृत्य वयं गच्छामः न तु तर्हि तादृशपात्रं स्वीकुर्मः चेत् तत्र विक्रेता किं करोति इति चेत् बृहत् पात्रात् क्षीरं नीत्वा अत्र द्रोणपञ्चकपरिमितं पात्रे क्षीरं स्थापयति इदानीं बृहत् पात्रात् क्षीरं लघुपात्रे पृथक् कृतम् अत्र इदानीं लघुपात्रे क्षीरं यत् क्षीरम् अस्ति तत् क्षीरं भिन्नम् अस्ति बृहत् पात्रे यत् क्षीरम् अस्ति तस्मात् भिन्नम् अत्र पात्रमेव अत्र अवच्छेदकम् अस्ति येन क्षीरं पृथक् कृतम् अत्र अवच्छेदकधर्मः इत्युक्ते पृथक्करणम् एव अवच्छेदकधर्मः अत्र पात्रम् एव अवच्छेदकं पात्रे यत् क्षीरम् अस्ति तदेव अवच्छेद्यम् अत्र द्वयोः निरूप्यनिरूपकभावः अपि अस्ति अत्र पात्रनिष्ठ अवच्छेदकता निरूपित क्षीरनिष्ठ अवच्छेद्यता इति वक्तुं शक्नुमः अथवा क्षीरनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता आश्रयः पात्रम् इति अपि वक्तुं शक्नुमः हा बहु समीचीनं भगिनी तदेव अस्ति अत्र इदानीं तत्र यत् क्षीरं बृहत्पात्रे अस्ति तदेव क्षीरं लघुपात्रे अपि अस्ति क्षीरे भेदः नास्ति किन्तु भेदः अस्ति एव एतत् क्षीरं तु भिन्नमस्ति बृहत्पात्रे यत् क्षीरम् अवशिष्टमस्ति तद् भिन्नमस्ति इत्यतः तत्र अवच्छेदकधर्मं स्वीकृत्य भेदः साधयामः पृथक्करणं कुर्मः इत्यतः तत्र पात्रम् इति अवच्छेदकधर्मः भवति कस्य पात्रे यत् क्षीरम् अस्ति तस्य पात्रम् अवच्छेदकं भवति अतः अपि च क्षीरम् अवच्छेद्यं भवति अपि च यत्र यत्र यथा आधार आदेयभावः यत्र अस्ति तत्र निरूप्यनिरूपकभावः सर्वत्र अस्ति, तादृशमेव यत्र यत्र अवच्छेदक अवच्छेद्यभावसम्बन्धः अस्ति तत्र सर्वत्र निरूपकनिरूप्यभावसम्बन्धः अपि अस्ति, अपि च तस्य निरूपणमपि भवत्या कृतं पात्रनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावत् क्षीरम् इति क्षीरस्य निरूपणं, पुनः क्षीरनिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकतावत् पात्रम् इति पात्रस्य निरूपणं, पुनः अवच्छेद्यता तस्य निरूपणं कुर्मश्चेत् पात्रनिष्ठ अवच्छेदकतानिरूपित क्षीरनिष्ठ अवच्छेद्यता इति वदामः, पुनः अवच्छेदकता इत्यस्य निरूपणं कर्तव्यं चेत् क्षीरनिष्ठ अवच्छेद्यतानिरूपित पात्रनिष्ठ अवच्छेदकता इति तत्र लक्ष्यचतुष्टयं भवितुम् अर्हति। यत्किमपि स्वीकृत्य अन्यस्य यत्किमपि स्वीकृत्य इति नास्ति, यस्य कस्यापि निरूपणं कर्तुं शक्यते इति। अस्तु, इदानीम् इतोपि किञ्चित् अग्रे गच्छामः। इदानीम् अस्माकम् उदाहरणमस्ति घटः पटः। पूर्वम् अस्माकम् उदाहरणम् आसीत् घटः भूतले वर्तते इति, इदानीम् अस्माकम् उदाहरणमस्ति घटः अपि च पटः द्वयमपि भूतले अस्ति इति स्वीकुर्मः उदाहरणं। सर्वे अवगच्छन्ति किल, घटः अपि भूतले अस्ति पटः अपि भूतले अस्ति इत्येव अस्माकं वस्तुस्थितिः। इदानीं घटे पटे, इदानीं तत्र अस्मिन् विषये विद्या भगिनी भवती एव किञ्चित् वदतु। घटः पटः द्वयमपि भूतले अस्ति इति स्थितौ तत्र आधेयता, आधेयः कः, आधारः कः, आधेयता कुत्र वर्तते इत्यादिकं सर्वं वदतु कृपया। अस्तु, इदानीम् अत्र परिस्थितिः अस्ति घटः भूतले अस्ति पटः अपि तस्मिन्नेव भूतले अस्ति, तर्हि भूतलम् एव अधिकरणं, घटः आदेयः पटः अपि आदेयः, भूतले अधिकरणता अस्ति, घटे आदेयता अस्ति, पटे अपि आदेयता अस्ति। इदानीम् अत्र निरूप्यनिरूपकभावः अपि अस्ति, अतः अत्र भूतलनिष्ठ अधिकरणतानिरूपित अधिकरणतानिरूपित आदेयता आश्रयः घटः अपि च भूतलनिष्ठ अधिकरणतानिरूपित आदेयता आश्रयः पटः अथवा द्वयमपि मिलित्वा एकमेव वाक्यमपि वक्तुं शक्नुमः। सत्यम्। अत्र वयं किं कुर्मः, अस्माकं लक्ष्यम् इदानीम् अत्र पाठस्य लक्ष्यमस्ति आधेयता, अतः यद्यपि तत्र निरूपणचतुष्टयं कर्तुं शक्यते यत्र यत्र आधारादेयभावः अस्ति तत्र सर्वत्र निरूपणचतुष्टयं कर्तुं शक्यते, अस्माकं लक्ष्यं तु आधेयता इत्यत्र एव अस्ति इति कृत्वा तत्र आधेयता लक्षीकृत्य पुनः एकवारं, भवत्या पुनः पूर्वमेव उक्तं किन्तु पुनः एकवारं केवलम् आधेयता लक्षीकृत्य वाक्यं रचयतु कृपया। अस्तु, अत्र भूतलनिष्ठ अधिकरणतानिरूपित घटनिष्ठ आधेयता अथवा पटनिष्ठ आधेयता हा इति अस्ति। भूतलनिष्ठ आधारतानिरूपित, तत्र स्थलद्वये अपि भूतलनिष्ठ आधारता इति समानम्, भूतलनिष्ठ आधारतानिरूपित घटनिष्ठ आदेयत इति एकस्मिन् वाक्ये, भूतलनिष्ठ आधारतानिरूपित पटनिष्ठ आदेयत इति द्वितीयवाक्ये, इत्यतः इदानीं तत्र आधारता भूतले एव वर्तते स्थलद्वये अपि, किन्तु आधेयता एकस्मिन् पक्षे आधेयता घटे वर्तते अन्यस्मिन् पक्षे आधेयता पटे वर्तते इत्यतः तत्र घटत्वेन आधेयता भिद्यते पटत्वेन आधेयता भिद्यते। इदानीं तत्र घटत्वम् अवच्छेदकधर्मः भवति, कस्य? आधेयतायाः अवच्छेदकधर्म धर्मः भवति. कथम् इदानीं घटत्वं अवच्छेदकधर्म धर्मः भवति इत्युक्ते घटे घटः एव आदेयः, घटत्वम् अपि अस्ति. घटत्वम् इति जातिः, घटत्वम् इति धर्मः अस्ति. घटे घटत्वम् अस्ति, घटे आधेयता अस्ति इत्यतः घटत्वेन आधेयता अवच्छेदकं भवति. घटत्वेन आधेयता अवच्छिद्यः अवच्छेदकम् अवच्छेदकं भवति, अवच्छिद्यः भवति इति वक्तुं शक्यते. पटत्वेन पटे विद्यमान आधेयता अवच्छिद्य अवच्छिद्यं भवति इति वक्तुं शक्यते. अस्तु, अतः अत्र यद्यपि आधारः समानः अस्ति, भूतलमेव द्वयस्य आधारः, तथापि तत्र अवच्छेदकधर्मं घटत्वम् इति धर्मं स्वीकृत्य, नो चेत् पटत्वम् इति धर्मं स्वीकृत्य वयं वक्तुं शक्यते तत्र घटत्वनिष्ठ तत्र आधेयतायाः मध्ये भेदः कः इति प्रदर्शयितुं शक्यते, निरूपयितुं शक्यते. अस्तु, इदानीं तत्र इतोपि किञ्चित् इव पश्यामः. इदानीं यथा वयं कृतवन्तः तत्र घटः भूतले अस्ति इत्यत्र भूतनिष्ठ अधिकरणतानिरूपित घटनिष्ठ आधेयता इति अस्माभिः निरूपितं, तादृशमेव इदानीम् अवच्छेदक अवच्छेद्यसम्बन्धः अपि. इदानीं घटत्वम् इति अवच्छेदकम् अस्ति, अपि च अवच्छेद्यम् अस्ति आधेयता. तस्मिन् विषये किञ्चित् तत्र निरूपयति वा विद्याभगिनी? अत्र घटे घटत्वम् अस्ति, घटत्वे अवच्छेदकता अस्ति, घटे आदेयता अपि अस्ति, आदेयतायाम् अवच्छेद्यता अपि अस्ति. इदानीम् अत्र निरूपकनिरूप्य भावः पश्यामः चेत् घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रयः आदेयतानिरूपित अधिकरणता आश्रयः भूतलम्. तत्र समीचीनं यद् भवत्या उक्तं तत् समीचीनम् इति इदानीं किन्तु भूतलं पर्यन्तं मास्तु, तत्र केवलम् अवच्छेदकता अवच्छेद्यता तावदेव अस्माकं लक्ष्यम्. अपि च सर्वे एकनिमिषं भगिनि, सर्वे तत्र तृतीयचित्रमस्ति किल, तत् कृपया पश्यन्तु तृतीयचित्रम्. अस्तु, इदानीं भगिनि वदतु भगिनि. अस्तु, अत्र घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रयः आदेयता. अवच्छेद्यता आश्रयः नो चेत् अवच्छेद्यतावती आधेयता. समीचीनम्. घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आधेयता, सा आधेयता घटे अस्ति इति वयं जानीमः. किन्तु अत्र अस्माकं चिन्तनं कुत्र वर्तते इति चेत् घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आधेयता इति बृहत् वाक्यम् अस्ति अत्र. सम्पूर्ण तृतीयचित्रस्य सम्पूर्णप्रदर्शनं अस्मिन् वाक्ये न कृतम्, एकमेव भागं स्वीकृत्य अत्र प्रदर्शितम् अस्ति. तत्रैव अस्माकम् अवगमनमस्ति. घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आधेयता इति अस्ति. इदानीं वदतु महोदय. महोदय, तत्र स्त्रीलिङ्गः किमर्थमस्ति तत्र अवच्छेदकता? एतत् सर्वे स्त्रीलिङ्गपदानि सन्ति वा? ते सर्वे स्त्रीलिङ्गपदानि एव. अवच्छेदकता अवच्छेद्यता तत्र तस्सिल् विद्याभगिनी, तस्सिल् एव प्रत्ययः किल? किमिति क्षम्यतां, तल् इति प्रत्ययः. तल् इति प्रत्ययं योजयित्वा भावः वक्तुं शक्यते. तत्र त्वल् क्षम्यतां त्व तल् श्यै इति त्रयः प्रत्ययाः सन्ति भावस्य बोधनार्थं वयम् उपयोगं कुर्मः. इदानीं तत्र त्व इति प्रत्ययं योजयामश्चेत् तत्र सर्वदा नपुंसकलिङ्गपदमेव निष्पद्यते. घटत्वं पटत्वं घटत्वः इति घटत्वता इति घटत्वा इति एतादृशपदा पदानि नास्ति. घटत्वं पटत्वम् इत्येव पदानि निष्पद्यन्ते यदा त्व इति प्रत्ययं योजयामः. तल् इति प्रत्ययं योजयामश्चेत् तत्र सर्वदा स्त्रीलिङ्गपदमेव भवति भवति. अवच्छेदकता, अवच्छेद्यता, अधिकरणता, अधेयता, निरूपिता, तत्र तादृश पदानि निष्पद्यन्ते. अतः सर्वे सर्वाणि पदानि तत्र स्त्रीलिङ्गपदानि एव इत्यतः तत्र एतादृशं तत्र निष्ठा, निरूपिता, वती इति तादृशं भवति. घटत्वनिष्ठ, अवच्छेदकता, निरूपिता, अवच्छेद्यता, वती, आधेयता इति भवति. अस्तु, इदानीम् अग्रे सरामः. अवगच्छति किल महोदय, प्रश्नः अस्ति वा? आं महोदय, महोदय अस्तु अस्तु अस्तु. हा, इदानीं तत्र घटत्वनिष्ठ, अवच्छेदकता, निरूपित, अवच्छेद्यता, वती, आधेयता इति बृहत्वाक्यम् अस्ति. तदेव वाक्यं लघुरूपेण अस्माभिः वक्तुं शक्यते. तदेव वाक्यं समानार्थकवाक्यं घटत्वनिष्ठ, अवच्छेदकता, निरूपिता, अवच्छेद्यता, वती, आधेयता इति वाक्येन यः बोधः भवति तदेव बोधः लघुवाक्येन कर्तुं शक्यते. लघुवाक्यं किम् इत्युक्ते घटत्वावच्छिन्न आधेयत, तावदेव. घटत्वावच्छिन्न आधेयत अपि च घटत्वनिष्ठ, अवच्छेदकता, निरूपित, अवच्छेद्यतावती, आधेयत द्वयमपि समानार्थकौ, किमपि भेदः नास्ति अनयोः मध्ये इति. तत्र तेषां शैली अस्ति तादृशम् अवच्छिन्ना इति एकमेव पदेन निष्ठ, अवच्छेदकता, निरूपित, अवच्छेद्यतावती इति सम्पूर्णतया तस्मिन् स्थाने निष्ठा, अवच्छेदकता, निरूपिता, अवच्छेद्यतावती इत्यस्य सम्पूर्णस्य स्थाने केवलम् अवच्छिन्ना इति पदम् उपयोगं कुर्मश्चेत् तदेव अर्थः तदेव अर्थस्य बोधः भवति. अतः घटत्वा अवच्छिन्न आदेयत इति वदामश्चेत् पर्याप्तम्. अत्र सन्देहः अस्ति वा यस्य कस्यापि? अस्तु, एतत् सर्वम् अस्माभिः पूर्वमेव अधीतं, किन्तु पुनस्मारणत्वेन अहं किञ्चित् वदामि. नो चेत् एतस्य सर्वस्य प्रयोगः अस्मिन् पाठे अस्ति इत्यतः घटत्वावच्छिन्न आधेयत. इदानीं तत्र हा वदतु भगिनि. घटत्वा अवच्छिन्न आदेयत इति वदामः चेत् तत्र तस्मिन् वाक्ये कथं ज्ञातुं शक्नुमः अवच्छेदकता घटत्वे अस्ति? यतोहि अत्र प्रथमं घटत्वम् इति वदामः इति कृत्वा वा? सत्यम्. अत्र यदा अवच्छिन्न इति वदामः तस्मिन् वाक्ये परस्परनिरूपणं न वक्तुं शक्यते. इत्युक्ते तत्र आधेयता स्वीकृत्य घटत्वं न निरूपयितुं शक्यते. घटत्वावच्छिन्न आधेयता इति वदामश्चेत् तत्र विपरीतरीत्या आधेयत्वावच्छिन्न प्रायः तादृशमपि वक्तुं शक्यते इति अहं चिन्तयामि इदानीमेव. घटत्वावच्छिन्न आधेयत इति वदामश्चेत् तत्र घटत्वं पूर्वम् अस्ति इत्यतः यत् पदं पूर्वमस्ति तद् अवच्छेदकं भवति, यत् पदं परे परमस्ति तद् अवच्छेद्यं भवति. पुनः इदानीम् आधेयत्वावच्छिन्न घटत्वम् इदानीं तत्र न तादृशम् आधेयता आधेयतया घटत्वं घटत्वम् अवच्छिद्यः भवति वा इति द्रष्टव्यम्. अन्येषां किमपि चिन्तनमस्ति वा महोदय? धर्म अपि सम्बन्ध केवलम् अवच्छेदकं भवति, अध्येता श्रद्धा अवच्छेद्यता भवति, अवच्छेद्य भवति. अस्तु, इदानीम् आधेयता इति अपि धर्मः किल? आधेयता किन्तु घटस्य धर्म घटत्वम् इति अस्ति सत्यं, किन्तु घटत्वं जातिः, घटस्य जातिः, केवलं धर्म इति नास्ति, घटत्वम् इति जातिः. किन्तु इदानीम् आधेयता इति धर्मः अपि, अतः अहं चिन्तयामि इदानीं तत्र एकं जातिः अस्ति, समानम् अस्ति, सर्वे घटेषु घटत्वं भवति इति, आधेयता भिन्ना भवति भवितुं शक्नोति, किन्तु घटत्वम् एकमेव अस्ति. सत्यम् इदानीं किन्तु तद् अस्माकं प्रश्नः नास्ति. इदानीं तत्र यथा मया उक्तं घटत्वावच्छिन्न आधेयता इति अहं वदामश्चेत् इति मया उक्तं चेत् तत्र घटत्वं स्वीकृत्य आधेयतायाः निरूपणम् अहं करोमि. इदानीं विपरीतगत्या आधेयता स्वीकृत्य घटत्वस्य निरूपणमपि कर्तुं शक्यते वा, आधेयतावच्छिन्न घटत्वं? महोदय, अत्र आधेयता एव घटत्वम् इत्यनेन पृथक् कृतम्. अत्र घटत्वम् आधेयता अधिकृत्य पृथक् कृतम् इति नास्ति खलु, अतः आधेयता अवच्छिन्न घटत्वम् इति प्रायः तथा वक्तुं न शक्नुमः लघुवाक्येन, यतोहि आधेयता घटत्वेन पृथक् कृतम् इति नास्ति खलु. अत्र पटे अपि आधेयता अस्ति, तत्र तर्हि पटे किं किं वक्तुं शक्नुमः, आधेयता अवच्छिन्न पटत्वम् इति वदामः चेत्? इदानीं वयम् अस्माभिः किं कर्तव्यम्, इदानीं तत्र घटत्वस्य भेदः साधनीयम् इति स्वीकुर्मः. घटत्वस्य भेदः साधनीयम्. इदानीं तत्र घटः भूतले अस्ति इति कृत्वा घटे आधेयता अस्ति. इदानीं चिन्तयतु, भिन्न उदाहरणम् अस्ति, घटे अन्यत् किमपि अस्ति, लेखनी अस्ति इति चिन्तयतु. इदानीं घटः आधारः भवति, न तु आधेयः इति कृत्वा, किन्तु तत्रापि घटत्वमस्ति. यत् इदानीम् उदाहरणमस्ति, घटे लेखनी अस्ति इति उदाहरणमस्ति. इदानीं घटे आधारता अस्ति, सा आधारता घटत्वेन अवच्छिन्ना अस्ति. इदानीं लेखनी घटे अस्ति, अपि च सः एव घटः भूतले अस्ति. इदानीं घटत्वं द्वयेपि अस्ति इति कृत्वा अस्य घटत्वस्य भेदसाधनाय इदानीम् आधेयतावच्छिन्ना घटत्वम् इति वदामः. यत्र घटः भूतले अस्ति तत्र आधेयतावच्छिन्नं घटत्वम् इति वक्तुं शक्यते. यत्र लेखनी घटे अस्ति तत्र अधिकरणतावच्छिन्नं घटत्वम् इत्यपि भेदः, घटत्वस्य भेदः साधयितुं शक्यते किल? आमां, अधिकरणता भिन्ना अस्ति. अत्र महोदय शर केवलम् अधेयता प्रति अस्ति, द्वे सत्यं सत्यं अधेयता प्रति अधेयता केवलम् अवच्छेद्यता भवति अत्र. सत्यं सत्यम्, अत्र तु तादृशम् अस्ति, किन्तु यत्र यत्र अवच्छेदक अवच्छेद्यभावः अस्ति तत्रापि निरूपकनिरूप्यभावः परस्परमस्ति इति वदनार्थं मया एतत् सर्वम् उक्तम्. अस्तु, अत्र आदेयता अत्र आदेयता अवच्छिन्ना घटत्वम् इति वदामः चेत् तत्र अर्थं स्पष्टं न भवति खलु. अत्र अवच्छेद्यता आदेयतायाम् अस्ति इति न ज्ञातुं शक्नुमः. हा, अत्र तु तादृशं न वक्तुं शक्यते. अतः एव मया भिन्न उदाहरणं प्रदर्शितम्. इदानीं घटत्वस्य भेदः साधनीयः इति तादृशसन्दर्भः स्वीकृत्य तत्र आदेयता अधिकरणता इति धर्मः उपयुज्य तत्र आदेयतावच्छिन्नं घटत्वम् अधिकरणतावच्छिन्नं घटत्वम् इति उक्त्वा घटत्वस्य भेदसाधनं कर्तुं शक्यते इति किञ्चित् इदानीं विषयान्तरमस्ति, किन्तु मया किञ्चित् तत्र लौड् थिङ्किङ्ग् कृतं तावदेव. भवतः उदाहरणे आधारादेय भिन्नभिन्ना भवति, भूतले घट अस्ति तत्र भूतलम् अधिकरणं घट आधेय, घटे लेखनी अस्ति घट अधिकरणं लेखनी आधेय अस्ति, तत्र द्वे भिन्ना सन्ति. सत्यं तदेव भेदः इदानीं तत्र, किन्तु अत्र साम्यं किम् इति चेत् द्वये स्थलद्वये अपि घटत्वमेव अस्ति, स्थलद्वये अपि घटत्वमेव अस्ति. इदानीं अन्यस्मिन् अधिकरणता भवति. सत्यं सत्यं तदेव हा इति अस्ति. यत्र घटः भूतले अस्ति तत्र घटत्वम् आधेयता अवच्छिन्नम् अस्ति, यत्र लेखनी घटे अस्ति तत्र घटत्वम् आधारता अवच्छिन्नम् अस्ति इति तत्र आधारता आधेयता अपि स्वीकृत्य तत्र परस्पर घटत्वस्यापि निरूपणं कर्तुं शक्यते इति. किन्तु इदानीं मास्तु, तत्र किञ्चित् क्षम्यताम्, अहं विषयान्तरं गतवान्, मम आकाङ्क्षा आसीत् इत्यतः. भवतु, इदानीम् अस्माकं चिन्तनं किमस्ति इति चेत्, घटत्वनिष्ठ आवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता इति दीर्घवाक्यस्य स्थाने लघुवाक्यं रचयितुं शक्यते तदेव अर्थं बोधनाय. घटत्वावच्छिन्न आधेयता इति वदामश्चेत् तत्र पर्याप्तं भवति. इदानीं विद्याभगिनी भवती एव किं करोतु, अस्मिन्नेव चित्रे तत्र संयोगसम्बन्धः इति इदानीं तत् त्यजतु, किन्तु केवलम् आधेयता अधिकरणता स्वीकृत्य अपि च अवच्छिन्नम् इति स्वीकृत्य तत्र प्रथमं भूतलं निरूपयतु. भूतलं निरूपयामि. अत्र तृतीयं चित्रं खलु? तृतीयं चित्रमेव. अस्तु अस्तु, भूतलं निरूपणीयम्. अस्तु, अत्र घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः घटनिष्ठ आदेयता निरूपित अधिकरणता आश्रयः भूतलम्. हा समीचीनम्. इदानीं तत्र वयं किं कुर्मः, आधेयता निरूपयतु कृपया. अपि च अत्र दीर्घवाक्यं मास्तु, अत्र दीर्घवाक्यं तत्र अवच्छिन्नम् अवच्छिन्ना इति पदम् उपयुज्य आधेयता निरूपयतु. भूतलनिष्ठ अधिकरणतानिरूपित घटनिष्ठ घटत्वावच्छिन्न आधेयता. बहु समीचीनं भगिनि. भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ घटत्वावच्छिन्न आधेयता. बहु समीचीनं. पुनः अहं वदामि, भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ घटत्वनिष्ठ आधेयता. सर्वे अवगच्छन्ति किल? एतद् किमिति भगिनि पुनः वदतु. अधीयतायावरणमस्ति भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ घटत्वम् अवच्छिन्न अधीयता वती अधीयता आश्रय घट. न न, इदानीं तत्र अस्माकं लक्ष्यं किम्? अधीयता एव लक्ष्यम्. घटनिष्ठ अधीयता इति. हा तावदेव समीचीनम्. भूतलनिष्ठ अधिकरणतानिरूपितघटनिष्ठघटत्वनिष्ठघटत्वावच्छिन्न आदेयता अस्तु इति वदामः यत्र भूतलं घटः भूतले अस्ति इदानीं अन्य कोऽपि वदतु महान् धन्यवादः विद्याभगिनी समीचीनमासीत् अस्माकं सम्भाषणं रघुपतिमहोदय भवान् प्रयत्नं करोति वा इदानीम् उदाहरणमस्ति घटः कपाले अस्ति घटः कपाले अस्ति घटः कपाले अस्ति इति उदाहरणमस्ति इदानीं तत्र आदेयः कः आधारः कः आदेयता कुत्र वर्तते आधारता कुत्र वर्तते अपि च आधेयतायाः निरूपणं करणीयं भवता ओके घटः कपाले अस्ति अतः कपालः अधिकरणं घटः घटः आदेयः कपाले अधिकरणता अस्ति घटे आधेयता अस्ति समीचीनम् इदानीम् अस्मिन् सन्दर्भे आधेयता निरूपयतु आधेयता ओके कपालनिष्ठ अधिकरणता कपालनिष्ठ अधिकरणता निरूपित आदेयता न कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठ आदेयता घटनिष्ठ आदेयता इतोपि किञ्चित् तत्र घटत्वमपि योजयतु कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठ घटत्वावचिन्न आदेयता समीचीनं अहं पुनः वदामि कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठघटत्वावच्छिन्न आधेयता इति वदा इति निरूपणं भवति आधेयतायाः कुत्र यत्र घटः कपाले वर्तते तत्र घटः भूतले अस्ति इत्यत्र भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठघटत्वावच्छिन्न आधेयता घटः कपाले अस्ति इत्यत्र कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठघटत्वावच्छिन्न आधेयता पुनः भवानेव अत्र वदतु इदानीम् अस्माकं सन्दर्भः अस्ति घटः काले अस्ति महाकाले अस्ति तदेव उदाहरणं घटः महाकाले अस्ति अतः महाकाल अधिकरणं घटः आदेयः महाकाले अधिकरणता अस्ति घटे आधेयता अस्ति अतः इदानीम् आधेयतायाः निरूपणं भवति महाकालनिष्ठ अधिकरणतानुरूपित घटनिष्ठ घटत्वावचिन्ना आधेयता इति समीचीनं पुनः घटः घटे अस्ति भवितुमर्हति किल अतः घटः घटे भवितुमर्हति इदानीं घटः घटे अस्ति इत्यत्र वदतु घटः घटे अस्ति घटनिष्ठ अधिकरणतानिरूपित घटनिष्ठ घटत्वावचिन्न आधेयता समीचीनम् इदानीम् अन्तिम उदाहरणमस्ति घटः ज्ञाने वर्तते यदा अयं घटः इति ज्ञानं जायते तदा घटः ज्ञाने वर्तते घटः ज्ञाने वर्तते अत्रापि ज्ञाने वर्तते अतः ज्ञानम् अधिकरणं घटः आदेयः अतः ज्ञाननिष्ठ अधिकरणतानिरूपित घटनिष्ठ घटत्वावचिन्न आधेयत समीचीनं महोदय बहु समीचीनम् इदानीं सर्वे पश्यन्तु तत्र पञ्चसु स्थलेषु पञ्चसु उदाहरणेषु अधिकरणता भिद्यते, भूतलनिष्ठ अधिकरणता, कपालनिष्ठ अधिकरणता, अपि च घटनिष्ठ अधिकरणता, महाकालनिष्ठ अधिकरणता, ज्ञाननिष्ठ अधिकरणता इति. यदा वयम् अधिकरणता वदामः तत्र तत्र द्रव्यं भिद्यते. किन्तु आधेयता, आधेयतायाः निरूपणं कुर्मः, तत्र सर्वत्र घटनिष्ठघटत्वावच्छिन्न आधेयता इति एव वयं वदामः. घटनिष्ठघटत्वावच्छिन्न आधेयता इति सर्वत्र एतादृशमेव भवति वाक्यं. भूतनिष्ठ अधिकरणता निरूपित घटनिष्ठघटत्वावच्छिन्न आधेयता, कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठघटत्वावच्छिन्न आधेयता इति पञ्चसु स्थलेषु घटनिष्ठघटत्वावच्छिन्न आधेयता इति वाक्यं तत्र समानमेव अस्ति इत्यतः इदानीं तत्र यदा घटः भूतले वर्तते तदा घटे आधेयता अस्ति, अपि च यदा घटः कपाले वर्तते तत्रापि घटे आधेयता अस्ति. अनयोः आधेयतायोः भेदः घटत्वम् इति धर्मं स्वीकृत्य न साधयितुं शक्यते इति पर्यवस्यति. पुनः वदामि, घटः भूतले वर्तते इत्यत्र घटः आधेयः, अतः घटे आधेयता अस्ति. घटः कपाले वर्तते इत्यत्रापि घटः एव आधेयः, अतः घटे आधेयता अस्ति इति. इदानीं तत्र द्वयोः आधेयतायोः इत्युक्ते भूतलनिष्ठ अधिकरणतानिरूपित आधेयता, अपि च कपालनिष्ठ अधिकरणतानिरूपित आधेयता, अनयोः आधेयतायोः मध्ये भेदः साधनीयः इति अस्ति चेत् तत्र घटत्वम् इति धर्मं स्वीकृत्य न साधयितुं शक्यते इति सर्वे अवगच्छन्ति वा? अत्र कस्यापि क्लेशः अस्ति वा? समीचीनम्. इति अवगच्छति चेत् इदानीं तत्र अग्रे कर्तुं शक्यते. इदानीम् अपि वयं किं कुर्मः, इदानीं द्वितीय एकनिमिषं तत्र इतोपि किञ्चित् उक्त्वा तत्र चित्रं पश्यामः. हा, इदानीं पुनः घटः भूतले वर्तते इति उदाहरणं स्वीकुर्मः. घटः भूतले वर्तते, घटः आधेयः, घटे आधेयता अस्ति, घटे घटत्वम् अस्ति. इदानीं तत्र सीमा भगिनी भवती सम्भाषणं करोति वा? आं महोदय. अस्तु, घटः भूतले अस्ति इत्यत्र घटः आधेयः, घटे आधेयता, घटे घटत्वम्. इदानीं घटः भूतले केन सम्बन्धेन वर्तते? संयोगसम्बन्धेन. हा, किमर्थं संयोगसम्बन्धः इति भवत्या उक्तम्? द्रव्ययोः मध्ये संयोगसम्बन्धः अस्ति. हा, द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति, संयोगसम्बन्धः एव भवति. इदानीं तत्र घटः इति द्रव्यमस्ति, भूतलम् इति अपि द्रव्यम् अस्ति इति कृत्वा घटभूतलयोः द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति. इदानीं तत्र संयोगसम्बन्धः कुत्र वर्तते? एषः संयोगसम्बन्धः कुत्र वर्तते? घटे अपि च भूतले. हा, इति संयोगसम्बन्धः द्विनिष्ठः, द्विनिष्ठः. अतः घटे अपि वर्तते, भूतले अपि वर्तते. अस्तु, इदानीं तत्र अस्माकं अवधानं भूतले नास्ति, घटे एव अस्ति इत्यतः तत्रैव पश्यामः. इदानीं घटे आधेयता अस्ति, घटत्वम् अस्ति, अपि च संयोगसम्बन्धः अपि अस्ति. हा, इदानीं घटत्वम् इति धर्मः अवच्छेदकत्वेन स्वीकृत्य आधेयतायाः मध्ये भेदः न साधयितुं शक्नुमः इति अस्माभिः अवगतम्. इदानीं तत्र सम्बन्धः अपि अस्ति किल, संयोगसम्बन्धः, तत् स्वीकृत्य भेदः साधयितुं शक्यते वा इति द्रष्टव्यम्. इदानीं तत्र द्वितीय एकनिमिषं तत्र चित्रं वदामि. हा, तत्र तृतीयचित्रमेव वयं स्वीकुर्मः. इदानीं तत्र संयोगसम्बन्धः तत् अवच्छेदकधर्मत्वेन स्वीकृत्य आधेयता प्रथमं निरूपयतु भगिनि. संयोगसम्बन्धः निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयता. हा, घटनिष्ठ आधेयता. घटनिष्ठ आधेयता, समीचीनम्. संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति घटनिष्ठ आधेयता इति दीर्घवाक्यं. तदेव वाक्यं तत्र लघुरूपेण कुर्मश्चेत् कथं भवति? संयोगसम्बन्धावच्छिन्ना घटनिष्ठ आधेयता. हा, इदानीं घटे यत्र घटः भूतले वर्तते तत्र आधेयता घटे अस्ति. सा आधेयता कीदृशी इति चेत् संयोगसम्बन्धावच्छिन्न आधेयता इति भवति. इदानीं घटः कपाले वर्तते इति स्वीकुर्मः. घटः कपाले केन सम्बन्धेन वर्तते? समवायसम्बन्धेन महोदय. हा, किमर्थं समवायसम्बन्धः? अवयव अवयविनोः मध्ये समवायसम्बन्धः भवति. समीचीनम्. इति घटः इति अवयवी अस्ति, कपालः इति अवयवः अस्ति. अवयवि अवयविनोः मध्ये समवायसम्बन्धः एव भवति इत्यतः घटकपालयोः मध्ये समवायसम्बन्धः अस्ति. इदानीं तत्र समवायसम्बन्धम् उपयुज्य तत्र आधेयता निरूपयतु अस्मिन् सन्दर्भे. लघुवाक्येन तत्र प्रथमं दीर्घवाक्यं रचयतु, तदनन्तरं लघुवाक्यमपि रचयतु. समवायसम्बन्धः निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता वक्ति घटनिष्ठ आधेयता. हा, इति दीर्घवाक्यं. लघुवाक्यं? लघुवाक्यमस्ति समवायसम्बन्धावच्छिन्न घटनिष्ठ आधेयता. हा, अत्र पश्यतु, इदानीं यत्र घटः कपाले वर्तते अस्मिन् सन्दर्भे समवायसम्बन्धावच्छिन्न घटनिष्ठ आधेयता अस्ति. यत्र घटः भूतले वर्तते तत्र संयोगसम्बन्धावच्छिन्न घटनिष्ठ आधेयता वर्तते इत्यतः इदानीं सम्बन्धं स्वीकृत्य आधेयतायाः मध्ये भेदः अस्माभिः साधितः अस्ति. हा, इदानीं तत्र तृतीय उदाहरणं स्वीकुर्मः. घटः घटे वर्तते, केन सम्बन्धेन वर्तते? तादात्म्यसम्बन्धेन महोदय. हा, इदानीं तत्र लघुवाक्यमेव रचयतु आधेयता निरूपणार्थम्. तादात्म्यसम्बन्धावच्छिन्न घटनिष्ठ आधेयता. हा, इति भवति यत्र घटः घटे वर्तते. घटः महाकाले वर्तते इत्यत्र कालिकसम्बन्धः सत्यं कालिकासम्बन्धः कालिकासम्बन्धावच्छिन्न घटनिष्ठ आधेयत हा इति भवति अन्तिमं ज्ञानं घटः ज्ञाने वर्तते इत्यत्र विषयतासम्बन्धेन विषयता वा विषयिता वा विषयता न तत्र पश्यतु घटः ज्ञाने विषयितासम्बन्धेन वर्तते ज्ञानं घटे विषयतासम्बन्धेन वर्तते हा इति किञ्चित् जाटिल्यमस्ति तत्र यदा अयं घटः इति ज्ञानम् उत्पद्यते तत्र घटस्य विषयः ज्ञानस्य विषयः कः घटः ज्ञानस्य विषयः घटः इत्यतः ज्ञानं घटे विषयतासम्बन्धेन वर्तते किन्तु ज्ञानं विषयीकरोति घटस्य विषयीकरोति इत्यतः घटः ज्ञाने विषयितासम्बन्धेन वर्तते इति वक्तव्यं किन्तु सर्वदा भ्रमः भवति अहम् अत्र लिखितवती अपि किन्तु स्मरणे न स्थातुं तत्र तस्य उपायः एव इदानीं मया उक्तं पुनः वदामि इदानीम् अयं घटः इति ज्ञानं भवति किल अयं घटः इत्यस्य ज्ञानस्य विषयः कः विषयः कः ज्ञानस्य विषयः घटः इत्यतः ज्ञानं विषये विषयतासम्बन्धेन वर्तते ज्ञानं विषये विषयतासम्बन्धेन वर्तते विषयः नो चेत् विषयं ज्ञाने विषयितासम्बन्धेन वर्तते किमर्थम् इत्युक्ते विषयीकरोति ज्ञानं विषयीकरोति ज्ञानं किं करोति विषयीकरोति इत्यतः विषयं ज्ञाने विषयितासम्बन्धेन वर्तते इति अवगमनमस्ति चेत् तत्र भ्रमस्य किञ्चिदिव निवारणं भवति यदा भ्रमः जायते तत्र एतादृशचिन्तनं करोमि चेत् कुर्मश्चेत् तत्र भवति अस्तु इदानीं वदतु भगिनि घटः ज्ञाने अस्ति केन सम्बन्धेन घटः ज्ञाने विषयिता सम्बन्धेन वर्तते हा समीचीनम् इदानीम् आधेयता निरूपयतु विषयिता अवच्छिन्न विषयिता अवच्छिन्न घटनिष्ठ आधेयत हा विषयिता सम्बन्धावच्छिन्न घटनिष्ठ आधेयत समीचीनं तत्र विषयिता इति सम्बन्धः अतः विषयितासम्बन्धावच्छिन्न घटनिष्ठ आधेयत इति अत्र पञ्चसु स्थलेषु आधेयतायाः मध्ये भेदः तत्र घटत्वं स्वीकृत्य न साधयितुं शक्यते किन्तु सम्बन्धः स्वीकृत्य साधयितुं शक्यते इत्येव अस्य पाठस्य मुख्यांशः अस्ति सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् इति अस्ति किल हा इदानीं तत्र अग्रे पठामश्चेत् सर्वेषां सौकर्यं भवति अस्तु धन्यवादः भगिनि इदानीं विजी भगिनी अग्रे पठति वा अत्र वयं किं कुर्मः षड् चत्वारिंशत् तमपुटे आरम्भतः एकवारं झटिति पठित्वा किञ्चित् पुनस्मारणं कृत्वा अग्रे गन्तुं शक्यते विजी भगिनी पठति वा पेज् 46 ओ विजी भगिनी गतवती इति भाति अस्तु शिवराम महोदय भवान् पठति वा शिवरां महोदय ध्वनिः न श्रूयते मम ध्वनिः श्रूयते किल अस्तु मम पार्श्वे क्लेशः अस्ति वा इति चिन्तयन् नासीत् अस्तु न जाने किमस्ति इति तत् शिवरां महोदय दृश्यते किन्तु ध्वनिः न श्रूयते अस्तु तर्हि जगन्नाथमहोदय भवान् वदति वा पठति वा पुटस्य आरम्भे वा सर्वासामासाम् इति अस्ति किल ततः सर्वसामासां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति कपालनिष्ठाधिकरणतानिरूपिता आधेयता ज्ञाननिष्ठाधिकरणतानिरूपिताधेयत्वात् भिन्ना कुतः समवायात् समवायसम्बन्धो हि घटकपालयोर् विद्यमानः इयमाधेयता ज्ञाननिरूपिताधेयत्वात् भिन्ना इति बोधयति इदं बोधकत्वमेव सम्बन्धस्य आधेयतावच्छेदकत्वम् तावत् सर्वासाम् आसाम् इति शब्दस्य अर्थः कः महोदय तत्र सर्वासामासाम् इत्युक्ते पूर्वस्मिन् पुटे चित्रमस्ति किल तत्र पञ्च उदाहरणं दत्तमस्ति घटः पञ्चसु स्थलेषु वर्तते ज्ञाने वर्तते महाकाले वर्तते स्वस्मिन् वर्तते कपाले वर्तते भूतले वर्तते इति सर्वासामासां तत्र सर्वत्र परस्परभेदम् इत्युक्ते आधेयतायाः परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति इति अग्रे वदतु महोदय परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति सर्वानुसन्मान्ति कपालनिष्ठाधिकरणतानिरूपिताधेयता ज्ञाननिष्ठाधिकरणतानिरूपिताधेयत्वात् भिन्ना कुतः इति प्रश्नः तर्हि समवायात् इति उत्तरम् इदानीं समवायात् समवायसम्बन्धः कुत्र वर्तते अत्र कपालनिष्ठ अधिकरणता निरूपिता अधेयता अपि च ज्ञाननिष्ठ अधिकरणता निरूपिता आधेयता इति द्वयमस्ति अत्र समवायः कुत्र भवति घटः समवायसम्बन्धेन कुत्र वर्तते भूतले वा न भूतले संयोगसम्बन्धेन वर्तते आकाशे न वर्तते आकाशः घटे अस्ति किन्तु अस्तु अहम् एतादृशं प्रथमं भवतः कृते एतादृश प्रश्नं करोमि इदानीं घटः भूतले वर्तते इत्यत्र घटः भूतले केन सम्बन्धेन वर्तते संयोगसम्बन्धेन सत्यं संयोगसम्बन्धेन घटः भूतले वर्तते पुनः घटः कपाले वर्तते केन सम्बन्धेन तदपि संयोगसम्बन्धेन एव न तत्र समवायसम्बन्धेन किमर्थम् इत्युक्ते कपालः इति अवयवः घटः इति अवयवी अवयवी अवयवीनोः मध्ये समवायसम्बन्धः एव भवति इति सिद्धान्तः अस्ति अतः कपालः घटः कपाले समवायसम्बन्धेन भवति. पुनः घटः घटे वर्तते इत्यत्र केन सम्बन्धेन वर्तते? तत्तु भूतलवत् संयोगसम्बन्धं न, इदानीं घटः घटे वर्तते, घटे एव वर्तते, स्वस्मिन् वर्तते, तादात्म्यसम्बन्धेन वर्तते इति नैयायिकाः स्वीकुर्वन्ति. तादात्म्यसम्बन्धः आम्, अहं चिन्तितवान् घटः घटे वर्तते इत्युक्ते एकस्मिन् घट किञ्चित् न, न, अत्र घटद्वयं नास्ति. एकः एव घटः स्वस्मिन्नेव वर्तते इत्यस्मिन् सन्दर्भे तादात्म्यसम्बन्धः. हा, तादात्म्यसम्बन्धः, तादात्म्यसम्बन्धेन वर्तते. पुनः घटः काले वर्तते, महाकाले वर्तते, केन सम्बन्धेन? समवायसम्बन्धेन वा? तत्र महाकालिकासम्बन्धः इति भिन्नसम्बन्धः, तत्रापि भिन्नसम्बन्धः. कालिकासम्बन्धेन घटः का महाकाले वर्तते. अन्तिमं घटः ज्ञाने वर्तते, यदा अयं घटः इति ज्ञानं जायते तदा घटः ज्ञाने वर्तते इति नैयायिकाः वदन्ति, केन सम्बन्धेन? तादृशं कुत्रापि आसीत् प्रकाशः ज्ञानं घटः विषयता विषयिता संयोगसम्बन्ध इदानीं संयोगसम्बन्धः नास्ति. यदा अयं घटः इति ज्ञानं जायते तदा घटः विषयितासम्बन्धेन ज्ञाने वर्तते. विषयितासम्बन्धेन ज्ञाने वर्तते इति पञ्चसु स्थलेषु घटः एव आदेयः, घटे एव आदेयता अस्ति, किन्तु सम्बन्धः भिद्यते. इदानीं पश्यतु, कपालनिष्ठ अधिकरणता निरूपित आधेयता इत्यत्र घटः कपाले समवायसम्बन्धेन वर्तते. ज्ञाननिष्ठ अधिकरणता निरूपित आधेयता इत्यत्र घटः ज्ञाने विषयितासम्बन्धेन वर्तते इत्यतः कपालनिष्ठ अधिकरणता निरूपित आधेयता ज्ञाननिष्ठ अधिकरणता निरूपित आधेयत्वात् भिन्ना. कुतः इत्युक्ते समवायात् इति. हा, इदानीं तत्र विपरीतरीत्या अहं पृच्छामि, भवता अवगतं वा इति परीक्षार्थम्. इदानीमहं मम वाक्यं शृणोतु. ज्ञाननिष्ठ अधिकरणता निरूपित आधेयता कपालनिष्ठ अधिकरणता निरूपित आधेयत्वात् भिन्ना. कुतः इति पृष्टे सति भवान् किं वदति? ज्ञाननिष्ठा अधिकरणता निरूपित आधेयता आधेयता कपालनिष्ठ अधिकरणता निरूपित आधेयत्वात् भिन्ना. कुतः? ज्ञाननिष्ठनिष्ठ तदपि समवाय इति चिन्तयामि. विषयिता इति ज्ञाननिष्ठ तु विषयिता अस्ति सम्बन्धेन भवता अवगतं, भवता अवगतं तत्र कुतः इत्युक्ते उत्तरं भवति विषयितायाः इति पञ्चमी. विषयितायाः समवायात् इत्यत्र विषयितायाः तत्र भिन्ना भवति इति. अग्रे समवायसम्बन्धः हि घटकपालयोः विद्यमानः इत्युक्ते किम्? समवायसम्बन्धः हि घटकपालयोः विद्यमान विद्यमानः अवयव अवयव अवय अवयवी मध्ये समवायसम्बन्धः अस्ति इति सत्यं वदन्ति वा? सत्यं तदेव. हि हि इत्युक्ते अवयव अवयविनोः मध्ये समवायसम्बन्धः एव भवति. तदेव इदानीं कपालः इति अवयवः, घटः इति अवयवी, अतः घटकपालयोः मध्ये समवायसम्बन्धः एव विद्यमानः, तद् समवायसम्बन्धः एव अस्ति इत्यतः अग्रे इयमेव आधेयता. अत्र इयमेव आधेयता इत्युक्ते एतदेव आधेयत यत् घटे अस्ति, घटे विद्यमान आधेयत केन अवच्छिन्ना इदानीं, केन सम्बन्धेन अवच्छिन्ना अस्ति सा आधेयता? सा समवायसम्बन्धेन. समवायसम्बन्ध अवच्छिन्न आधेयता ज्ञाननिरूपित आधेयत्वात् भिन्ना इति बोधयति. समवायसम्बन्ध अवच्छिन्न आधेयता या आधेयता घटे विद्यमानः अस्ति सा आधेयता एव ज्ञाननिरूपित आधेयत्वात् भिन्ना. ज्ञाननिरूपित आधेयता केन सम्बन्धेन अवच्छिन्ना भवति? विषयित सम्बन्धेन. समीचीनं, तदेव महोदय, भवान् अवगतवान्. ज्ञाननिरूपित आधेयता विषयितसम्बन्धेन अवच्छिन्ना. पुनः तत्र कपालनिरूपित आधेयता तत्र तत् समवाय अवच्छिन्ना इत्यतः अनयोः मध्ये भेदः सम्बन्धं स्वीकृत्य साधितः भवति. इदं बोधकत्वेन सम्बन्धस्य आधेयता अवच्छेदकत्वं. किमर्थं सम्बन्धः अवच्छेदकत्वेन स्वीकृतम् इति चेत् आधेयतायाः मध्ये भेदसाधनाय सम्बन्धः अवच्छेदकत्वेन अवच्छेदकधर्मत्वेन स्वीकृतः अस्ति इति बोधितम्. अवगच्छति किल महोदय? अस्तु. अवच्छेदनां कर्तुम् इति अहं जानामि. अवच्छेदकता इत्युक्ते अवच्छेदकः यदस्ति, अवच्छेदकः यदस्ति तस्मिन् विद्यमानधर्मस्य नाम अवच्छेदकता. अस्तु. अवच्छेदकः तस्मिन् अवच्छेदके अवच्छेदकता अस्ति, अवच्छेद्ये अवच्छेद्यता अस्ति. तत्र धर्मः तावदेव. अवच्छेदकः इति इत्युक्ते कपालद्वयम् अस्ति इति वदामश्चेत् तद् कपालद्वयं मिलित्वा एकं घटं एकः घटः भवति इति वदामश्चेत् तर्हि तद् प्रत्येकः कपालः अवच्छेदकः वा इति तादृशं वक्तुं शक्नुमः. इदानीम् अत्र कपालः अवच्छेदकः नास्ति. कपालघटयोः मध्ये यः सम्बन्धः अस्ति तदेव अवच्छेदकः भवति. कस्य आधेयतायाः, कस्याः इत्युक्ते आधेयतायाः अवच्छेदकः भवति सम्बन्धः. इदानीं कपालः अवच्छेदकः इति नास्ति. अस्तु अस्तु अस्तु. इदानीं तत्र केवलम् एतदेव वदामि भवतः अवगमनार्थं. तत्र एकमेव कपालः अस्ति इति चिन्तयतु. भिक्षुः अस्ति किल, तस्मिन् पार्श्वे कपालः अस्ति. कपाले इदानीम् अन्नं वा क्षीरं वा स्थापयामश्चेत् तत्र कपालः अवच्छेदकः भवति. तस्मिन् यदस्ति अन्नं वा क्षीरं वा तद् अवच्छेद्यं भवति. इदानीम् अत्र विवक्षा तादृशं नास्ति. अत्र विवक्षा अस्ति यत्र घटः कपाले वर्तते इति वदामः, घटः समवायसम्बन्धेन कपाले वर्तते इति कृत्वा समवायसम्बन्धः घटे विद्यमाना आधेयतायाः अवच्छेदकधर्मः भवति इत्येव अत्र वार्ता अस्ति. अस्तु, धन्यवादः महोदय. इदानीं शिवराम महोदय, भवान् एकवारमपि प्रयत्नं करोति वा? भवता अन्म्यूट् कृतम् इति दृश्यते किन्तु किमपि न श्रूयते. महोदय, एकवारं भवान् अन्म्यूट् कर्तुं प्रयत्नं करोति चेत् प्रायः. एकनिमिषम्, इदानीम् अहं तस्य म्यूट् कृतवान्, पुनः अन्म्यूट् अपि कृतवान्. नास्ति भगिनि, अत्र कथं दृश्यते इति चेत् तस्य समीपे मैक् एव नास्ति इति दृश्यते अत्र इति दृश्यते अत्र. अस्तु, भवान् कृपया शृणोतु महोदय. इदानीं सरला भगिनी अग्रिमपरिच्छेदं पठति वा? आं महोदय, पूर्वभागे पृष्ठं पश्यन्ति, घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः, परन्तु इह एक एव घट सर्वत्र वर्तते इति आधेयता अवच्छेदक घटत्वम् आदाय आधेयतावान् आधेयत्वानां भेदं न साधयितुं प्रभवामः. कुतः घटत्वमपि खलु अवच्छेदकम् एकम्, अतः सर्वा बोध आधेयताः घटत्वा अवच्छिन्नाः, अतः न तेन भेदसिद्धिः. तत्र दत्तमस्ति, पूर्वं वयं दृष्टवन्तः यदि घटपटे घटभूतले अस्ति पटभूतले अस्ति, तत्र घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगिता तयोः मध्ये भेदः कथं साधनीयं भवति. तत् अस्ति, तत् भवति घटनिष्ठघटत्वे घटत्व अच्छिन्ना प्रतियोगिता पटनिष्ठ पटत्वनिष्ठ प्रतियोगिता, तयोः मध्ये तस्मिन् विद्यमानजातिः वा धर्म या भवति तयो तेषां घटत्व वा पटत्व अवच्छिन्ना प्रतियोगिताः तत् भिद्यते प्रतियोगिताः. किन्तु अत्र अस्माकम् उदाहरणे पूर्वं पृष्ठे घट सर्वे ज्ञाने अस्ति, ज्ञाने अस्ति विषयितासम्बन्धेन, महाकाले अस्ति कालिकासम्बन्धेन, स्वयम् अस्ति तादात्म्यसम्बन्धेन, कपाले अस्ति समवायसम्बन्धेन, भूतले अस्ति संयोगसम्बन्धेन, सर्वे सर्वत्र आधेयता एक ही अस्ति. घटत्वं सर्वे सर्वत्र घटत्वम् अस्ति, अत्र घटत्वं जाति वा धर्म आधेयता भिन्ना न कर्तुं शक्यते. कथम् आधेयता भिद्यते एतस्मिन् उदाहरणे, तद्धर्म अत्र न स्वीकर्तुं शक्नुमः. भेदसिद्धिः घटत्वे न भवति अत्र, अत्र अन्य रीत्या तद् भवति, अग्रे आगच्छति सम्बन्ध आदाय अधीयताः. इदानीमेव वयं तद् यदा वयं चित्रं निरूपितवन्तः तत्रैव वयं दृष्टवन्तः किल, भूतनिष्ठ अधिकरणता निरूपित घटनिष्ठ घटत्वावच्छिन्न आधेयता, पुनः कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठघटत्वानिष्ठ आधेयता इति सर्वत्र घटनिष्ठघटत्वावच्छिन्न आधेयता इति एव भवति इत्यतः तत्र घटत्वं स्वीकृत्य भेदः साधयितुं न शक्नुमः इति अस्ति. अतः तत्र सम्बन्धं स्वीकृत्य भेदः साधनीयः इति भवति. अग्रे अपि अग्रिम परिच्छेदः अपि भवति एव पठतु. अत्र च समवाय उपयोगः समवायः कपालनिरूपिता आधेयता भिन्ना इति ज्ञापयति अतः स आधेयता अवच्छेदकः तेन अवच्छिन्ना अन्यत्वेन बोधिता आधेयता तथा च पूर्ववत् समवायनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती आधेयता आधेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम् इत्थमेव विषयितासम्बन्ध अवच्छिन्ना घटनिष्ठ आधेयता निरूपित अधिकरणा अधिकरणतावत् ज्ञानम् कालिकसम्बन्ध अवच्छिन्ना आधेयता निरूपिता अधिकरणा अधिकरणतावान् कालः संयोगसम्बन्ध अवच्छिन्ना आधेयता निरूपित अधिकरणतावत् भूतलम् इत्येवं ज्ञातव्यम् इदानीं यत् वयं चित्रे पूर्वं दृष्टवन्तः तस्य विवरणम् अस्ति समवाय यदि समवायसम्बन्धं वयम् उपयोगः कुर्मः तत् कथम् आधेयता विद्यते समवायसम्बन्धेन समवायसम्बन्धः भवति कपालघटयोः कपालनिष्ठ आधेय अधिकरणता निरूपित घटनिष्ठ आधेयता तत् भवति समवायसम्बन्धः अवच्छिन्ना इति ज्ञानम् आगच्छति अतः स अवच्छेद अवच्छेदक समवायसम्बन्धः भवति अवच्छेदकसम्बन्ध आधेयतायाः यदि घटकपाले अस्ति समवायसम्बन्धेन अवयिनोः समवायसम्बन्धः वर्तते तेन अवच्छिन्ना इट् मीन् समवायसम्बन्धेन अवच्छिन्ना अन्यत्वेन बोधिता आधेयता तथा च पूर्ववत् समवायनिष्ठा अवच्छेदकता निरूपित अवच्छेद्यावती आधेयता आधेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेद्यतावान् समवाय इति परिष्कर्तव्यम् इदानीं यदि लघुवाक्ये वयं वदामः घटकपालयोः समवायसम्बन्ध अवच्छेदता कथम् आधेयता कथम् अवच्छेद्यता अवच्छेद्यति वयं वदामः कपालनिष्ठ अधिकरणता किमस्ति घटनिष्ठ आधेयता घटनिष्ठसमवायसम्बन्धनिष्ठ समवायसम्बन्ध अवच्छिन्ना घटनिष्ठ आधेयता निरूप्यति अधिकरणतावान् अधिकरणतावान् कपालः इति समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता सो अवच्छेदकता अस्ति समवायसम्बन्धे अवच्छेद्यता अस्ति अवच्छेद्यता अस्ति आधेयतायां सो अवच्छेदकता समवायनिष्ठ अवच्छेदकता निरूपति अवच्छेद्यता निष्ठ आधेयता वा आधेयतावती अवच्छेद्यतावती आधेयता आधेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेद्यकतावान् समवाय विपरीत रूपे यदि वयं रूपेण वदामः तत् भवति अवच्छेद्यता घटनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावान् समवायसम्बन्ध तदपि घटनिष्ठ भवति इति इत्थमेव इत्थमेव विषयितासम्बन्ध अवच्छिन्ना घटनिष्ठ आधेयता निरूपित अधिकरणतावत् ज्ञानं तथैव ज्ञान घटयोः तत् ज्ञानसविषयः अस्ति घटसो घट ज्ञाने ज्ञानघटे भवति विषयितासम्बन्धेन तत्र ज्ञान विषयतासम्बन्ध अवच्छिन्ना घटनिष्ठ आधेयता निरूपित अधिकरणतावत् ज्ञानम् इति भवति विपरीतरूपेण यदि वदामः ज्ञाननिष्ठ ज्ञाननिष्ठ अधिकरणता निरूपित अध्येयतावती विषयता सम्बन्धावच्छिन्ना अध्येयतावती अविच्छेद्यतावती अध्येयता इति तथैव सम्बन्ध तथैव कालिकासम्बन्धः अपि च संयोगसम्बन्धः द्वयमपि अस्ति अत्र सम्बन्ध किमपि नूतनं नास्ति सम्बन्ध आदाय सम्बन्ध आदाय अवच्छेद तथा अधेयता अवच्छिद्यते अवच्छेदकता भवति सम्बन्धे अवच्छेद्यता अवच्छेद अधेयता अवच्छिद्यते सत्यं सत्यम् अत्र किमपि नूतनं नास्ति वयं यदा चित्रं निरूपितवन्तः तत्र एतत् सर्वम् उक्तम् अत्र पुनः ग्रन्थकारेण स्वयं वाक्यरूपेण अत्र दत्तं तावदेव पूर्वम् अस्माभिः किम् उक्तं भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठघटत्वावच्छिन्न आधेयता इति उक्तं तत्र घटत्वावच्छिन्न आधेयता इति वदामश्चेत् तत्र भेदः न साधितः भवति इत्यतः परिष्कर्तव्यं कथं वा परिष्कर्तव्यं समवायवच्छिन्न आधेयता इति परिष्कर्तव्यं तावदेव घटनिष्ठ आधेयता एव किन्तु घटनिष्ठघटत्वावच्छिन्न आधेयता इति इत्यस्मिन् स्थाने घटनिष्ठसमवायावच्छिन्न आधेयता समवायसम्बन्धावच्छिन्न आधेयता इति वक्तव्यं तावदेव परिष्कर्तव्यं भवति एवमेव सर्वत्र इति अत्र लिखितमस्ति तत्र दीर्घवाक्यमपि दत्तमस्ति समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता इति अपि दत्तमस्ति नो चेत् तत्र विषयतासम्बन्ध अवच्छिन्न आधेयता घटनिष्ठ आधेयता इति अपि उक्तमस्ति तावदेव भेदः इति सम्बन्धं स्वीकृत्य अत्र आधेयतायोः मध्ये भेदः साधितः अस्ति समीचीनं धन्यवादः भगिनि इदानीं शिवराम महोदय पुनः आगतवान् किन्तु इदानीमपि भवतः मैक् न दृश्यते अतः प्रायः यदा भवान् वदति तदा न श्रोतुं शक्यते प्रायः महोदय म्यूट् करोति चेत् मैक् दृश्यते इति भाति हा इदानीम् अहं म्यूट् कृतवान् न महोदय म्यूट् करोति इदानीं मैक् दृश्यते खलु इदानीं म्यूट् इदानीं कृपया शिवराम महोदय भवान् म्यूट् करोतु भवतः पार्श्वात् म्यूट् करोतु कृपया हा इदानीम् अहम् अन्म्यूट् कर्तुं प्रभवामि किन्तु इदानीं मया अन्म्यूट् कर्तुं न शक्यते यद्यपि अहम् अड्मिनिस्ट्रेटर् अस्ति तथापि अध्यक्षः अस्ति तथापि न कर्तुं शक्यते भवतु वर्गस्य अनन्तरं किं भवति इति किञ्चित् अन्वेषणं कृत्वा समीकुर्मः अस्तु इदानीं तत्र विद्याभगिनी भवती पठति वा अग्रिमपरिच्छेदमपि अस्तु अयम् अपरो विशेषः यत् समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः या कपालतन्त्वादिनिरूपिताः आदेयताः ताः सर्वाः अपि समवायसम्बन्धा अवच्छिन्नाः इति तासां वेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा अस्तु इदानीमत्र आदेयतायाः आदेयतानां भेदः कथं साधयितुं शक्नुमः इति चेत् तत्र सम्बन्ध योजनेन भेदः ज्ञातुं शक्नुमः इति भेदं ज्ञातुं शक्नुमः इति वयं दृष्टवन्तः पूर्वस्मिन् परिच्छेदे परन्तु इदानीम् अत्र तादृशपरिस्थितिः एव अत्र इदानीमत्र उदाहरणमस्ति घटः भूतले अस्ति कपाले अस्ति स्वस्मिन् अस्ति महाकाले अस्ति ज्ञाने अस्ति इति आसीत् तर्हि घटे पञ्चविध आदेयताः सन्ति परन्तु इदानीम् अत्र घटः नास्ति पटः अस्ति इति चिन्तयामः एवमेव पटे अपि पटः भूतले अस्ति पटः तन्तौ अस्ति स्वस्मिन् अस्ति महाकाले अस्ति अपि च ज्ञाने अस्ति इति पश्यामः चेत् तर्हि कपालः अपि यदि भूतले अस्ति चेत् सः न तन् न पटः अपि भूतले अस्ति चेत् तत्र संयोगसम्बन्धेन भवति, अपि च तन्तौ समवायसम्बन्धेन भवति, स्वस्मिन् तादात्म्येन भवति, महाकाले महाकालिकसम्बन्धेन भवति, ज्ञाने विषयितासम्बन्धेन भवति। तर्हि इदानीम् अत्र केवलं सम्बन्धस्य प्रयोगं कुर्मः चेदपि घटे या आदेयता अस्ति अपि च पटे या आदेयता अस्ति द्वयोः भेदः सम्बन्धकल्पनेन एव ज्ञातुं न शक्नुमः। अतः इदानीम् अत्र अत्र अत्र जातिः अथवा धर्मः अपि योजयामः, अत्र घटे घटत्वम् अस्ति, पटे पटत्वम् अस्ति, तदपि योजयामः चेत् तर्हि घटे याः आदेयताः सन्ति अपि च पटे याः आदेयताः सन्ति तेषां तयोः भेदः ज्ञातुं शक्नुमः अत्र अत्र धर्मस्य योजनेन, अपि सम्बन्धस्य योजनेन अपि च धर्मस्य योजनेन द्वयोः योजनेन भेदः ज्ञातुं शक्नुमः इति अस्ति। अत्र वार्ता भगिनी किञ्चित् भिन्नमस्ति, यद्भवत्या उक्तं तत्सर्वं सत्यमेव, किन्तु अत्र किमस्ति इति चेत् इदानीम् उदाहरणद्वयं स्वीकृतं, घटः कपाले अस्ति, पटः तन्तौ अस्ति इति उदाहरणद्वयं स्वीकृतं। घटः कपाले समवायसम्बन्धेन अस्ति, पटः तन्तौ समवायसम्बन्धेन अस्ति, अत्र सम्बन्धः समानः इत्यतः इदानीं घटे आधेयता अस्ति, पटे अपि आधेयता अस्ति, घटे विद्यमान या आधेयता सा आधेयता समवायसम्बन्ध अवच्छिन्ना, पुनः पटे विद्यमान आधेयता सा अपि समवायसम्बन्ध अवच्छिन्ना इति कृत्वा अत्र अत्र इत्युक्ते अत्र उदाहरणद्वये तत्र सम्बन्धं स्वीकृत्य भेदः साधयितुं न शक्नुमः। आधेयतायाः मध्ये भेदः किमर्थम् इत्युक्ते तत्र तलद्वयेपि समवायसम्बन्धः एव सम्बन्धः इत्यतः तत्र आधेयता समवायसम्बन्धेन एव अवच्छिन्ना अस्ति इत्यतः तत्र सम्बन्धं स्वीकृत्य भेदः साधयितुं न शक्नुमः। अतः किं कुर्मः इति चेत् तत्र सामान्यजातिः धर्मः अस्ति किल, घटे विद्यमानघटत्वं पटे विद्यमानपटत्वं स्वीकृत्य अत्र भेदः साधयितुं शक्नुमः इति तत्र विपरीतरीत्या उदाहरणं प्रदर्शितम्। यत्र घटत्वं समानम् अस्ति तत्र सम्बन्धः स्वीकृत्य भेदः साधनीयः, यत्र सम्बन्धः समानमस्ति तत्र जातिं स्वीकृत्य भेदः साधनीयः इति बोधनार्थम् अत्र विपरीतरीत्या उदाहरणं स्वीकृतं, तावदेव। अवगच्छति किल? तदेव मम विवक्षा आसीत् परन्तु किञ्चित् सम्यक् किञ्चित् भवत्याः मनसि सर्वदा जाटिल्यमेव अस्ति तत्र पठन् पञ्चसु स्थलेषु अपि स्वीकृत्य तादृशं तत्, किन्तु यद्भवत्या भवत्याः अवगमनम् अस्ति किन्तु अत्र प्रदर्शनं कस्य प्रदर्शनं अस्ति चेत् इति तत्र सम्बन्धः समानः अस्ति अतः जातिं स्वीकृत्य आधेयतायाः मध्ये भेदः साधनीयः भवति। यत्र जातिः जातिः एका एव अस्ति तत्र सम्बन्धः स्वीकृत्य सम्बन्धः अवच्छेदकधर्मत्वेन स्वीकृत्य तत्र भेदः आधेयतायाः मध्ये भेदः साधनीयः भवति इति वार्ता। अस्तु, समयः जातः महोदय, परन्तु अत्र अत्र अत्र यद्यपि अत्र समवायसम्बन्धः इत्यस्मिन् विषये एव उक्तमस्ति परन्तु अन्यत्र अपि तथैव कर्तुं शक्नुमः खलु? सत्यं, इदानीं तत्र घटः भूतले अस्ति, पटः भूतले अस्ति इति उदाहरणद्वयं स्वीकुर्मश्चेत् तत्र सम्बन्धः समानः, घटः भूतले संयोगसम्बन्धेन अस्ति, पटः भूतले संयोगसम्बन्धेन अस्ति, अतः इदानीं तत्र घटे अपि च पटे विद्यमान आधेयतायाः मध्ये भेदः संयोगसम्बन्धः समानः इति कृत्वा सम्बन्धं स्वीकृत्य न साधयितुं शक्यते इत्यतः तत्रापि घटत्व पटत्व इति धर्मं स्वीकृत्य एव साधयितुं शक्यते इति सर्वत्र तादृशमेव अस्ति। समीचीनं, समीचीनम्। अस्तु, भवन्तः गृहपाठत्वेन किं कुर्वन्तु तत्र अष्ट करपत्रे अष्टचित्राणि सन्ति, तत्सर्वं पश्यन्तु कृपया. तत्र एतादृशवाक्यान् रचयित्वा यथा वयं अद्य वर्गे कृतवन्तः तादृशं दीर्घवाक्यम् अपि च लघुवाक्यं लक्ष्यं भिन्नं भिन्नं लक्ष्यं स्वीकृत्य तत्र वाक्यानि रचयन्ति चेत् सर्वेषां तत्र अर्थबोधः अपि च अभ्यासः भवति इति अहं प्रार्थयामि. अस्तु, सर्वेषां धन्यवादाः, नमस्कारश्च. नमस्कारः महोदय.